सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतं प्रवर्तमानविषयः अस्ति धातुः अनन्तरं तत्र प्रत्ययः योजनेन तत्र कथं प्रक्रिया भवति अस्माभिः अभ्यास प्रथम अभ्यासे तत्र सार्वधातुप्रक्रियाविषये तत्र चिन्तनं कृतं तत्र लट् लकारस्य यथा लट् लकारस्य रूपस्य विषये चिन्तनमासीत् तत्र सार्वधातुप्रक्रिया भवति अनन्तरं तत्र निजन्त लट् लकारस्य विषये अपि प्रथमे तत्र अर्धधातु यदा निच् योजयामः तदा अर्धधातुप्रक्रिया परन्तु यदा पुनः तत्र लट् लकारस्य विवक्षा अस्ति चेत् तत्र पुनः तत्र सार्वधातुप्रक्रिया अस्ति अस्मिन् करपत्रे मूलतः तत्र अर्धधातुप्रत्ययः परे अस्ति चेत् तत्र कथम् अस्माभिः चिन्तनं करणीयम् आदौ तत्र उपरि अस्माभिः दृष्टम् अर्धधातुप्रत्ययविषये प्रत्ययस्य स्वभावं दृष्ट्वा प्रत्ययः कीदृशः इति तत्र कित्नित् अस्ति वा नो चेत् तत्र विशिष्ट अर्धधातुक् इत्युक्ते णित्णित् अस्ति वा नो चेत् यदा न तु अर्धधातुप्रत्ययः कित् अस्ति न णित् अस्ति न णित् अस्ति न इत् अस्ति तत्र कित्नित् नित्नित् भिन्न इति प्रत्ययः वदामः सो यदा कित्नित् नित्नित् भिन्नप्रत्ययः अस्ति तत्र सामान्यरूपेण गुणकार्यं भवति नित्नित् प्रत्यये अपि गुणकार्यस्य प्रसङ्ग गुणकार्यं भवति परन्तु आदौ तत्र वृद्धिविषये चिन्तनम् अस्ति सो इति विशेषः तत्र सो वृद्धि अवकाशः अस्ति चेत् वृद्धिः एव करणीयं यदि वृद्धि अवकाशः नास्ति तथा तत्र किं भवति यदि उपधायां ह्रस्व इक् वर्णः अस्ति इत्युक्ते उपधायाम् इ ऊरु अस्ति चेत् तत्र गुणः एव भवति नित्नित् प्रत्ययपरे परन्तु यदि उपधायां तत्र ह्रस्व अकारः अस्ति तत्र तु अत् उपधायाः इत्यनेन तस्य ह्रस्व अकारस्य वृद्धिः भवति सो नित्नित् विषये प्रत्ययस्य स्वभावं दृष्ट्वा अपि च अत्र के अनुबन्धाः सन्ति अनुबन्धानां तत्र प्रयोजनम् अस्ति व्याकरणशास्त्रे अनुबन्धं दृष्ट्वा अस्माभिः तत्र प्रत्ययस्य स्वभावः कः इति अस्माभिः निर्णेतव्यम् तथा एव तत्र प्रक्रिया भवति सो अत्र केचन अभ्यासे केचन धातवः सन्ति यथा अत्र नि इति धातु चि इति धातु दा घै मा बुद् लिक् पठ् इत्यादि धातवः सन्ति एतेषां विषये अस्माभिः तत्र अत्र केचन कृत्प्रत्ययाः येषां प्रयोजनं सर्वेभ्यः धातुभ्यः भवति नवुल् भवेत् वा तृच् क्त प्रत्ययः तवतु प्रत्ययः तव्यत् प्रत्ययः एकम् अन्यत् प्रत्ययः अस्ति यत्र तव्य एव रूपं तव्य एव अवशिष्टभागः अस्ति इत्युक्ते तव्यत् इति प्रत्ययः अत्र किं विशेषः एतत् प्रत्ययः कित् नास्ति तव्यत् इति प्रत्यये कित्वं नास्ति अतः अत्र यादृशकार्यं कित्वप्रयोजनस्य यत् प्रयोजनम् अस्ति अत्र तादृशकार्यं न भवति तव्यत् इति प्रत्यये सो अत्र केचन कित् प्रत्ययाः सन्ति अपि च अत्र एकम् एव णित् प्रत्ययः अस्ति नवुल् इति प्रत्ययः सो नवुल् प्रत्यय आधारीकृत्य अस्माभिः तत्र विशेषचिन्तनं करणीयम् अपि च यत्र यत्र कित्वम् अस्ति तत्रापि अस्माभिः किञ्चित् तत्र सूत्राणाम् अध्ययनं कृत्वा तत्र प्रक्रियाविषये चिन्तनं करणीयम् अस्माकं तु चर्चा निविषये जातम् अपि च चि विषये अपि जातम् इदानीं तत्र धा धातुः अत्र उपरि लिखितं धा इति डुधाय् धातु ज्योत्यादिगणस्य धा धातु वयं जानीमः तत्र धारूपी षट् धातवः सन्ति धातुपाठे सो तत्र धाप् धैप् अनन्तरं तत्र दुधाय् इति धातु यः अस्ति सः ज्योत्यादिगणस्य धातु, तस्य एव विचारः, तस्य एव चिन्तनम् अत्र अस्माकम् अभ्यासे अस्ति. सो ज्योत्यादिगणस्य धा धातुः रुदाय् धातुः इति तत्र उभयपदी धातुः अस्ति, इत्युक्ते अत्र तालुण्यकारस्य इति संज्ञा अस्ति, अतः स्वरित इत् कर्तृ अभिप्राये क्रियाफले इत्यनेन यदा क्रियायाः फलं कर्तारं गच्छति तदा सः आत्मनेपदी प्रत्ययः स्वीकरोति, नो चेत् शेषात् कर्तरि परस्मैपदम् इत्यनेन कर्तरिप्रयोगे यद् क्रियायाः फलम् अपरं प्रति गच्छति चेत् तत्र परस्मैपदी प्रत्ययः अपि वयं योजयितुं शक्नुमः. सो दा धातु विषये इदानीम् अस्माकम् अभ्यासः भवति नवुल् तृच् त तवतु तव्यत् अनियर् थिन् अपि च ल्युट् प्रत्ययविषये. अस्तु तर्हि प्रारम्भं कुर्मः. सो दा धातुः प्रायशः सर्वे अजन्तधातवः, ते अनिट् धातवः सन्ति इति तत्र अस्माकं नोट् इति अस्ति, इत्युक्ते जनरल् कन्सेप्शन् किम् अस्ति, प्रायशः अजन्तधातवः अनिट् सन्ति. सो डुधायि धातुविषये अत्र यः आकारः अवशिष्यते यदि वयं दा धातु पश्यामः, किमर्थं चेत् आर्धधातुप्रक्रियायाम् इडव्यवस्थाविषये अपि तत्र चिन्तनं भवेत् एव. सार्वधातुप्रत्यपरे अस्ति चेत् तत्र इडागमः न भवति, परन्तु अस्माकं यः चर्चा अस्ति सः आर्धधातुप्रत्ययानां विषये अस्ति, अतः तत्र इडागमस्य विचारः अपि आवश्यकम्. सो डुदाय् धातुः इति दा इति अवशिष्टरूपम् अस्ति, अतः अजन्तधातुः अस्ति, इत्युक्ते आकारान्तधातुः अस्ति, तदपि अनिट् अस्ति, इत्युक्ते अत्र यः अवशिष्टस्वरः सः प्रायशः अनुदात् भवेत्. एकाच् उपदेशे अनुदात्तात् तादृशधातुः अनन्तरम् इडागमस्य निषेधः अस्ति इति अस्माकं सूत्रम् अस्ति. एकाच् उपदेशे अनुदात्तात् यद्यपि धातु एकाच् अस्ति परन्तु अनुदात् अवशिष्टस्वरः अनुदात् अस्ति, अतः तादृशधातुः अनन्तरं तस्मात् अनन्तरं तत्र इडागमस्य निषेधः अस्ति इति धातुविषये. डुदाय् धातुः अन्ते यः तालुण्यकारः तस्य इति संज्ञा अस्ति, डु इति अधोभागे यः डु इति वर्णसमूहः तस्यापि इति संज्ञा अस्ति, दा एव अवशिष्यते, अपि च उभयपदी धातु अपि च अनिट् धातुः इति तत्र विशेषः. इदानीं तत्र दायोग नवुल् कुर्मः, का वदति दायोग नवुल् विषये? कृपया स्वयम् अग्रे आगच्छतु. मञ्जरी भगिनी वदति वा दायोग नवुल्? वदतु. दायोग नौल् अत्र अनिट् धातु अनिट् अस्ति तथा प्रथमे प्रत्ययस्वभावः नौल् इति कृत् प्रत्ययः, तत्र लकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा णकारस्य चूटु इति सूत्रेण इत्संज्ञा, द्वयोः तत्र लोपः भवति तस्य लोपः इति सूत्रेण वु वु इति अवशिष्यते. अनन्तरं दा योग वु वु यु आर् नको इति सूत्रेण तत्र वु स्थाने अक् आदेशः भवति. यु आर् नाको तत्र अन् अन् न अक् भवति इत्युक्ते अक् इति अन्ते अपि अकारः अस्ति सम्पूर्ण अक् अक् इति अक् इति आदेशः भवति. इदानीम् अक् इति प्रत्ययः तत् चिन्तयतु, अक् इति प्रत्ययः प्रत्ययः अवलादि अस्ति, वलादि नास्ति, सत्यम्। अतः तदा इडानुकूलः नास्ति, सत्यं, प्रत्ययः अपि इडानुकूलः नास्ति, धातु अपि इडानुकूलः नास्ति, धातुपि अनिट् अस्ति, धातु अपि अनिट् अस्ति, तत् इडागमः न भवति, योग अक इति नूल् इति नित् अस्ति, नित् अस्ति, नित्ये अस्ति चेत् तत्र गुणनिषेधः भवति, सम्यक् अस्ति न? न, नूल् अस्ति चेत् गुणनिषेधः इत्युक्ते अत्र वृद्धिप्रसङ्गः अस्ति, कितनित् तु नास्ति न भगिनि, कितनित् नास्ति, मूर्धन्यनकारस्य वृद्धि भवितुं शक्नोति, परन्तु धातौ वृद्धिप्रसङ्गः नास्ति, धातौ अन्तिमस्वरः एव वृद्धिसंज्ञकस्वरः, दा इति आकारः वृद्धिसंज्ञकस्वरः एव अस्ति, सो अत्र वृद्धिप्रसङ्गः नास्ति, धातौ वृद्धिप्रसङ्गः नास्ति। अतः अच्छा, एकं प्रश्नं पृच्छामि भगिनि, यदा तत्र आकारान्तधातुः अनन्तरं कोऽपि निच् प्रत्ययः योजयामः चेत् तत्र किं भवति? यत्किमपि कोऽपि आकारान्त्, यथा दा इति धातु आकारान्तधातु अस्ति, यदि वयं निच् प्रत्ययः योजयामः तत्र किं भवति? अर्तिरि न, अत्र तु वृद्धि प्रथमे, अत्र वृद्धिप्रसङ्गः नास्ति, वृद्धिः भवितुं शक्नोति, परन्तु अत्र धातौ तादृश अङ्गं नास्ति यत्र वृद्धिः भवितुम् अर्हति, सो अत्र धातौ वृद्धिप्रसङ्गः नास्ति, परन्तु नवुल् इति प्रत्ययः णित् अस्ति, तेन कारणेन एतत् प्रत्ययः विशिष्टप्रत्ययः भवति, णित् प्रत्ययः अस्ति। परन्तु अस्माभिः पूर्वे एकं सूत्रं पठितम्, अर्त्रि ह्रि व्लि रि कनुयि क्षमयि आतां पुग्नौ, सो तत्र पुक् आगमः भवति, णिच् प्रत्यये परे आकारान्तधातूनां पुक् आगमः भवति, परन्तु अत्र णिच् प्रत्ययः तु नास्ति, अत्र नवुल् इति प्रत्ययः अस्ति, अत्र णिच् प्रत्ययः नास्ति, इत्युक्ते नि इति अस्मिन् प्रत्यये णि इति भागः नास्ति, तत्र पुग्नौ इत्यनेन तत्र यत्र यस्मिन् प्रत्यये णि इति भागः, सो णिच् प्रत्यये णि इति भागः अस्ति, सो अत्र पुक् आगमः न भवितुं शक्नोति, किमर्थं चेत् अत्र णिच् प्रत्ययः नास्ति, परन्तु अत्र णित् प्रत्ययः अस्ति, तेन किं भवति, एकम् अन्यसूत्रस्य प्रसङ्गः अत्र आयास्यति, तदस्ति आतो युक् चिन्कृतौ इति एकं सूत्रम्, आतो युक् चिन्कृतौ, तत्र णितिनीति इत्यस्य इत्युक्ते अनुवर्तनम् अस्ति, णितिनीति, सो आतौ इत्यनेन आकारान्तधातूनाम् मितिनिति परे युक् आगमः भवति, आतो युक् चिन्कृतौ इति सूत्रम्, सो आतो अत्रापि णित् प्रत्ययः अस्ति, नवुल् इति णित् अस्ति, अतः तत्र लिखितं णितिनिति परे, इत्युक्ते यदि कोऽपि णित् प्रत्ययः परे अस्ति अथवा अणित् प्रत्ययः परे अस्ति यस्मिन् नकारस्य केवलं नकारस्य इत् अस्ति, तादृशप्रत्ययः आकारान्त् किमपि आकारान्त् धातुः परे णित् अथवा णित् प्रत्ययः अस्ति चेत् तत्र तस्य धातो तादृश आकारान् धातु इत्यस्य युक् आगमः भवति, सो युक् इति आगमः अत्र भवति, युक् आगमः इत्युक्ते अत्र पश्यतु, वैट् बोर्ड् दृश्यते वा भगिनि? दृश्यते, सम्यक् दृश्यते, सो युक् इति आगमे, आम् युक् इति आगमे अनुबन्धानां निष्कासनं करोतु भगिनि, आगमे अपि अस्माभिः आम् वदतु ककारस्य ककारस्य इत् भवति हलन्त्यमिति सूत्रेण अन्तिम हलवर्ण अन्तिम हलवर्ण हल्वर्णस्य इत् संज्ञा भूत्वा तत्र लोपः भवति तत्र उकारः इदानीं यु इति भागः यु इति अनुनासिक अस्ति अनुनासिक उकारस्य अपि इत् भवति उपदेशे जननासिक अनुनासिक इत् इति सूत्रेण अतः अतः तत्र यकारः एव अवशिष्टभागः अस्ति सत्यं अपि च आगमे कित्वम् अस्ति आगम यः आगमः अस्ति सः कित् आगमः आगमः कित् अस्ति सो यत् किमपि आगमः कित् अस्ति सः कुत्र भवति आगमः कित् अस्ति चेत् कुत्र स्थापनीयं दा अनन्तरं कुत्र स्थापनीयम् आदौ स्थापनीयं वा अन्ते स्थापनीयं वा कुत्रचित् मध्ये स्थापनीयं वा कित् आगमः कुत्र भवति धातु तथा प्रत्यय मध्ये स्थापनीयम् अत्र प्रत्ययस्य प्रसङ्गः किमर्थं करणीयं कस्य युकागमः भवति कस्य युकागमः भवति न अत्र इत्युक्ते आतो युक् चिन् कृतौ इति सूत्रे कस्य युकागमः प्रत्ययस्य युकागमः वा धातु इत्यस्य युकागमः आकारान्त धातु इत्यस्य यः आकारान्त धातु अस्ति तस्य युकागमः भवति सो अत्र कस्य आगमः धातु इत्यस्य आगमः धातौ युकागमः भवति सो आद्यन्तौ टकितौ इति सूत्रेण आद्यन्तौ टकितौ इति सूत्रेण कित् आगमः अन्ते भवति यस्य आगमः तस्य अन्ते भवति सो अत्र दा इत्यस्य आगमः अस्ति अतः दा इत्यस्य अन्ते भवति दा इत्यस्य अन्ते भवति सो दा योग युक् योग अनन्तरम् अस्ति अक् इति तत्र भवति सो सूत्रं किं भगिनि एकवारं वदतु आतो युक् आतो युक् चिन् कृतौ चिन् चिन् इति सः अपि तस्य मूर्धन्यनकारस्य इत् अस्ति सो इदानीं तत्र अङ्गं भवति दाय् इति अङ्गं बिकास् युक् आगमः धातु आगमः अस्ति अतः धातो अन्ते भवति कित् कारणेन इदानीम् अक् इदानीं किं भवति वदतु योग योग युक् स्थाने अ अनन्तरम् अक् इदानीं केवलं दाय वर्णमेलनं भवति दायोग योग अक् दायक इति किम् अस्ति दायक इति किम् अस्ति दायक इति अकारान्त प्रातिपदिकं सत्यं सो कीदृशप्रातिपदिकं कृत्यजत् समासाः च इत्यनेन वा अर्थवत् अधातु अप्रत्ययः प्रातिपदिकं केन सूत्रेण अस्य प्रातिपदिकसंज्ञा कृत् तदित् समासाः च प्रातिपदिकम् इत्यनेन दायक इति शब्दसमूहस्य कृते इदानीं प्रातिपदिकसंज्ञा अस्ति यद्यपि धातुतः निर्मितं पदम् अस्ति कृत् प्रत्ययोजनेन एतत् कृदन्त भवति कृदन्तानां कृते प्रातिपदिकसंज्ञा अस्ति सो इदानीम् एतस्य कृते प्रातिपदिकसंज्ञा अस्ति इदानीं दायक इति पदं नास्ति प्रातिपदिकम् अस्ति सो पदनिर्माणविषये किं करणीयं प्रसङ्गे तत्र किं करणीयम्? सत्यं, बिकास् प्रातिपदिकात् इति एकं सूत्रमस्ति, तत्र पञ्चमी अस्ति प्रातिपदिकात्. सो प्रातिपदिकात् अनन्तरं सु औजस् अम् ओट्षष्टाभ्यां बिस् इति तत्र एकविंशति सुप्रत्ययानां प्रयोजनम् अस्ति, विधिसूत्रमस्ति. सो प्रातिपदिकात् पञ्चमी, तस्मात् अनन्तरं तत्र सु औजस्, सो सुप् तिङन्तं पदम् इति अस्ति, अतः सुप् योजनेन अनन्तरं तत्र यदा तत्र दायकः भवति, दायकः भवति पुल्लिङ्ग् एकवचने, सो तत्र पुल्लिङ्गरूपस्य निर्माणं भवति. दायकः, दायिका अपि च दायकं. सो नवुल् इति प्रत्ययः विशेष आर्धधातुप्रत्ययः, अत्र णित्वम् अस्ति. णित्वम् अस्ति चेत् यदि धातुः अजन्त अस्ति तादृश वर्णः अत्र भवितुं शक्नोति, परन्तु अत्र आकारः तु वृद्धिसंज्ञकवर्णः एव, आदौ एव वृद्धिवर्णः अस्ति. सो अत्र तु वृद्धिप्रसङ्गः नास्ति, परन्तु धातु यदा धातु यत्र कुत्रापि आकारान्तधातुः अस्ति तत्र प्रायशः विशेषकार्यं भवति. कुत्रचित् पुक् आगमः, कुत्रचित् युक् आगमः, कुत्रचित् तत्र आकारस्य लोपः अपि भवति. सो यदा तत्र आकारान्तधातुः अस्ति तदा अस्माभिः किञ्चित् सूत्राणाम् अधिकचिन्तनं तत्र आवश्यकमस्ति. इदानीं दायोग तृच् करोतु भगिनि. अहमेव करोमि. दायोग तृच् तत्र चकारस्य अलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा लोपो भवति. दायोग तृ दातृ एव अन्तिमरूपं, दातृ एव तत्र प्रातिपदिकम् अस्ति. धातृ ऋकारान्त् प्रातिपदिकमस्ति. दाता इति एकवचने पुल्लिङ्गे दाता इति रूपं भवति. सो अत्र यद्यपि तृच् तृच् प्रत्ययः कीदृशप्रत्ययः? आर्धधातुक् अपि च कित्नित् नित्नित् भिन्नप्रत्ययः. अत्र न कित्वम् अस्ति, न नित्वम् अस्ति, णयित्वम् अस्ति, णणित्वम् अस्ति, किमपि नास्ति. सामान्य आर्धधातुप्रत्ययः अस्ति, परन्तु धातौ गुणप्रसङ्गः नास्ति, अतः किमपि कार्यं न भवति. यदि धातौ गुणप्रसङ्गः आसीत् तदा तत्र गुणः भवति तृच् प्रत्याधारीकृत्य. परन्तु किमर्थं चेत् एतत्तु सामान्य आर्धधातुप्रत्ययः, परन्तु धातौ कोऽपि तादृश अङ्ग तादृशवर्णः एव नास्ति यत्र गुणः अथवा वृद्धिः भवितुं शक्नोति, अतः केवलं वर्णमेलनमस्ति. अस्तु भगिनि, सो अत्र किमपि कार्यं नास्ति. दातृ इति प्रातिपदिक आचार्य आतौ युग् इति सूत्रं पुनः वदतु. आतौ युग् चिन् कृतौ सूत्रस्य क्रमाङ्कः एकवारं टैप् कृत्वा एकनिमिषः भगिनि. आतो युक् चिन् कृतो 7333. स्क्रीन् दृश्यते वा? न दृश्यते. वन् सेकेण्ड्, ऐ विल् सिलेक्ट् दिस् डेस्क् टाप् एव. क्रमाङ्कः 7333. इदानीं स्क्रीन् दृश्यते वा? इदानीं दृश्यते भगिनि. आतो युक् चिन् कृतौ, अत्र नितिनीति इत्यस्य अनुवर्तनमस्ति. नितिनीति इति इत्युक्ते चिन् इति एकं प्रत्ययः अस्ति, सः कृत् प्रत्ययः. सो चिन् कृत् प्रत्ययविषये अपि युकागमः भवति आकारान्तानाम्, अपि च णितिनीतिपरे अपि तत्र आकारान्तधातूनां युकागमः भवति. युकागमः कित् अस्ति, उकारः अत्र उच्चारणार्थम् अस्ति. सो ककारस्य अत्र प्रयोजनम् अस्ति, कित् कारणेन धातोः अन्ते इति युकागमः भवति आद्यन्तौ टकितौ इति सूत्रेण. सो आगमे कित्वं, टित्वम् अपि च मित्वम् इत्येव अस्ति. सो तद् दृष्ट्वा अस्माभिः निर्णयं करणीयं कुत्र स्थापनीयम्, एतत् आगमः, एतत् अवयवः कुत्र स्थापनीयम् इति आतो युग् चिन् कृतौ 7333 इति सूत्रम्. अस्तु, इदानीं दा योग क्त प्रत्ययः का वदति? चेतना भगिनी वदति वा भगिनि? महोदय, परन्तु न जानामि. दायोग क्तप्रत्ययः, क्तप्रत्यय लशक्व तद्धिते इति सूत्रेण ककारस्य इति भवति, त अवशिष्यते. परन्तु धातुः आर्धधातुक कित् प्रत्ययः अस्ति. इदानीं दायोग त भवति, परन्तु विशेषं कथम् आयाति न जानामि. सो अस्माभिः पूर्वे कुत्रचित् घूसंज्ञाविषये पठितम्, इसन्ट् इट्? धा धा धा धा धद् अधाप् घू अधाप् इति अस्ति अत्र. धा धा घू अधाप् घ्वधाप् इति तत्र सूत्रं भवति. अनेन सूत्रेण एतत् संज्ञासूत्रम् अस्ति 1120 इत्युक्ते प्रथम अध्याये एव एतत् सूत्रम् अस्ति. किमर्थं चेत् एतत् संज्ञासूत्रं, संज्ञा अपि च परिभाषासूत्राणि प्रायशः प्रथम अध्याये एव सन्ति. सो अनेन सूत्रेण घू इति संज्ञा, विशेषसंज्ञा अस्ति धारूपी धातूनां कृते. धारूपी धातु धातवः तत्र बहूनि सन्ति धातुपाठे, परन्तु अत्र अधाप् इति लिखितम्. अधाप् इति एव एकं पदम् अस्ति अस्मिन् सूत्रे. अधाप् इत्युक्ते न धाप् इत्युक्ते नञ् तत्पुरुषसमासः अत्र अस्ति. न धाप् इत्युक्ते अत्र पश्यतु, एतत् लिस्ट् अस्ति धारूपी धातवः. सो धातुपाठे अल्पप्राण धकार आदौ येषां सन्ति तादृशधातवः दाप् धैप्. स्क्रीन् दृश्यते वा भगिनि? आं महोदय, दृश्यते भगिनि. दुधाय् दान् दो देङ् सि अत्र दो दे इति कीदृशधातवः, दो अपि च दे देङ् इति कीदृशधातवः? न तत्तु सत्यं, दारूपधातु. कथं दारूप? अत्र तु दा नास्ति, दो अस्ति, अत्र दे अस्ति. किमर्थम् अत्र दारूपी, एतत् दारूपी मध्ये आयाति? धातुः अन्तिम वर्णम् आधारीकृत्य तत्र नामकरणं भवति न? शुद्धो अपि च दारूपः धातुः. मम प्रश्नः अस्ति, अत्र तु आ नास्ति, अत्र ओ अस्ति, अत्र ए अस्ति, नकारस्य संज्ञा अस्ति, दे इति अजन्तदातु. अजन्तदातु इत्युक्ते अजन्त तु सामान्य, एजन्तदातवः सन्ति. एजन्तदातवः सन्ति, धो एच् वर्णः अस्ति, ओकारः एच् वर्णः, एकारः एच् वर्णः, एच् प्रत्याहारे एतत् वर्णः. सो एजन्तानाम् उपदेशे किं भवति? अस्माभिः आदेशे अशीतिः इति. आम्, सो प्रायशः उपदेशावस्थायां ये एजन्तदातवः सन्ति तेषां यदि शित् प्रत्ययस्य विवक्षा नास्ति चेत् तेषाम् इत्युक्ते तत्र आत्वं भवति. सो अत्रापि उपदेश अवस्थायां ये एजन्त धातवः सन्ति तेषां एच् वर्णस्य स्थाने आ इति आदेशः भवति. सो अन्ततो गत्वा दिस् दो विल् बिकम् दा, दिस् दे विल् आल्सो बिकम् दा. देट् इस् वै एतत् अपि धारूपी धातवः, यद्यपि स्वरूपः धा न अस्ति, स्वरूपः तु दो अस्ति, दे अस्ति, परन्तु प्रक्रियायां एतत् धो अपि धा भवति, दे अपि धा भवति, अतः धारूपी धातवः एते सर्वे. परन्तु अत्र सूत्रे अधाप् इति लिखितं, सो धाप् विहाय धेप् विहाय एतत् धातुद्वयं विहाय ये अन्ये चत्वारि धातवः सन्ति, धातवः सन्ति तेषां कृते घूसंज्ञा अस्ति, सो घूसंज्ञा, सो डुदा इति धातुविषये अपि घूसंज्ञा, भुवादिगणे यः दान् धातुः अस्ति तस्य अपि घूसंज्ञा, धो अपि घूसंज्ञक्, दे अपि घूसंज्ञक्, सो अल्पप्राण दारूपि धातुविषये तत्र चत्वारि धातवः घूसंज्ञक् भवन्ति। अनन्तरम् अत्र धा धा महाप्राणधकारः अपि दत्तं सूत्रे, सो तत्र धारूपी महाप्राणधारूपी धातवः कति सन्ति इति प्रश्ने सति चेत् दुधाय धारणपोषणयोः अपि च धेट् धातुः, धेट् धातुः अपि एजन्त धातुः, तस्यापि आत्वं कुत्रचित् भवति, अतः कुत्रचित् सः अपि धारूपी भवति, स्वरूपः धेट् अस्ति परन्तु धा इति रूपं तस्य कुत्रचित् प्रक्रियायां भवति, अतः सः अपि धारूपी धातु, अतः तेषां कृते अपि घूसंज्ञा अस्ति, सो फोर् प्लस् टु इति सिक्स्, सो षट् धातूनां कृते व्याकरणशास्त्रे घू इति संज्ञा अस्ति। अनन्तरं घूसंज्ञा आधारीकृत्य तत्र केचन सूत्राणि सन्ति यत्र घू अस्ति, सो यथा तत्र अस्माभिः एतत् सूत्रं प्रायशः पठितं, घूमा स्थापा गा जहाति सां हलि इति सूत्रेण, तत्र घू इत्यनेन घूसंज्ञकानां, सो ये घूसंज्ञकधातवः सन्ति तेषाम्, अपि च मा इत्यस्य, स्था इत्यस्य, घा इति धातु, पा इति धातु, जहा इति धातु, अपि च सा इति धातु, तेषां तत्र हलादि कितनित् प्रत्ययपरे ईत् भवति, इत्युक्ते दीर्घ ई इति आदेशः भवति, सामान्यसूत्रमस्ति। सो अत्र अति घू इति यः लिखितं सः घूसंज्ञकानां, ये येषां कृते घू इति संज्ञा, अनेन किं भवति, लाघवं भवति, अन्यथा तत्र धा धे एतत् सर्वे धातूनां तत्र क्रमः तत्र भवेत्, अतः घू कथनेन महर्षिः किं करोति, तत्र लाघवं भवति, सूत्रं किञ्चित् लघु भवति, सो ये सर्वे घूसंज्ञकधातवः सन्ति तेषाम् उल्लेखः अपि, तेषां तेषां चर्चा अपि अस्मिन् सूत्रे अस्ति इति घूमास्थापागः जहातीसां, सो घू इति घूसंज्ञकानां, सो तेषां विषये अपि हलादि कित्नित् प्रत्ययपरे यः अन्तिम आकारः अस्ति तादृशधातु, एते सर्वे आकारान्तधातवः, स्था गा पा जहा इति तत्र आकारान् धातूनां यः अन्तिम आकारः तस्य ई इति आदेशः भवति, एतत् सूत्रमपि घूविशिष्टसूत्रमस्ति। अनन्तरम् अस्माकं चर्चा तु धायुग क्त प्रत्ययः, अस्य सूत्रस्य एव तत्र एकम् अपवादसूत्रमस्ति, दो धद् घोः, एतदेव सूत्रमस्ति वा, न एतत् सूत्रं नास्ति, तत्र अस्ति धो धद् अघोः, अत्र किमर्थं न दत्तम्, सकारादि किति प्रत्ययपरे, आमां तत्र आमाम् एतदेव सूत्रम्, अस्माकं विषयः तु एतत् सूत्रम् अस्ति, धो धद् गोः इति सूत्रं, सो धो धद् गोः इति सूत्रं वदति यः घूसंज्ञक धा धातु अस्ति तस्य तकारादि कित् प्रत्ययपरे, इति इत्यनेन सप्तमी अस्ति, सो ति इत्यपि सप्तमी अस्ति, सो एतत् विशेषणं भवति, कीदृश किति ति किति परे, इत्युक्ते तकारादि कित् प्रत्ययपरे तस्य धा घोरूपी यः घूसंज्ञक धा धातु अस्ति तस्य दत् इति आदेशः भवति, अत्र यद्यपि दद् अस्ति परन्तु आदेशः तु दत् अस्ति इति सूत्रमस्ति, सो यदा तत्र ध योग क्त कुर्मः इदानीम् अस्माकं चर्चा किमस्ति, अत्र पश्यतु, अस्माकं विषयः अस्ति प्रत्ययः। सो यदा तत्र अनुबन्धानां निष्कासनं कुर्मः तत्र किम् अवशिष्यते? अवशिष्यते। सो इदानीं प्रत्ययः कीदृशप्रत्ययः अस्ति? आर्तधातुक कित् प्रत्ययः अस्ति। अपि च आदौ किं वर्णः, कः वर्णः आदौ अस्ति? तकार। सो अत्र भूसंज्ञक डुधाय् धातु गुसंज्ञक धातुः, दा इति यः अस्ति सः मूले तु डुधाय् इति धातुः, डुधाय् धातु विषये अपि घुसंज्ञा अस्ति। सो अत्र घुसंज्ञक धा धातुः अनन्तरं तकारादि कित् प्रत्ययः अस्ति, अतः एतत् सूत्रस्य प्रसङ्गः दो धत् गोः इति सूत्रस्य प्रसङ्गः अस्ति। सो यदा यदा तत्र डुदाय् धातुः गुसंज्ञक दा धातुः अनन्तरं तकारादि कित् प्रत्ययः अस्ति, तेन अत्र घूमास्थापागा जहाति संहलि इति सूत्रस्य अपि प्रसङ्गः अस्ति वा नास्ति भगिनि? तस्य सूत्रस्य प्रसङ्गः अत्र अस्ति वा? अस्ति भगिनि। किं कदा तत्र ईत्वं कदा भवति? हलादि कित् नित् प्रत्यय भवति, हलादि एतदपि हलादि अस्ति, तकारः हल् वर्ण। सो हलादि अपि च कित् प्रत्ययः अस्ति, तस्य सूत्रस्य अपि अत्र प्रसङ्गः अस्ति, परन्तु तेन अत्र कार्यं न भवति। अत्र दा दत् गोः इति सूत्रं तस्य अपवादसूत्रम् अस्ति। किमर्थम् अपवादः? एतत् चिन्तनं वयं बलाबलसमये कुर्मः, अन्येषां कृते येषां ये बलाबलविषये जानन्ति, अत्र ये छात्राः सन्ति अस्मिन् कक्षायां, ये बलाबलविषये जानन्ति, दो दत् गोः इति सूत्रं घूमास्थापागा जहाति संहलि इति सूत्रस्य अपवादसूत्रम् अस्ति। लक्ष्मी भगिनी वदति वा किमर्थम् अपवादसूत्रम्? क्षम्यतां भगिनि, लक्ष्मी भगिनी अस्ति वा? मया उक्तं घूमास्थापागा जहाति सां हलि इति सूत्रे तत्र सूत्रमस्ति हलादि, हलि कितिनिति। सो हलि कितिनिति कित् अपि च किति परे अपि च निति परे, किति परे निति परे तत्र किं भवति? आकारस्य स्थाने इत्युक्ते आ इत्यस्य स्थाने ईत् भवति, दीर्घ ई इति आदेशः भवति इति घूमास्थापासूत्रं वदति। घूमास्थापा वदति घूसंज्ञकधातूनां परे हलादि कितनित् प्रत्ययः यदा साक्षात् परे अस्ति, परसप्तमी अस्ति, तदा आकारस्य स्थाने ईत् इति आदेशः भवति, दीर्घ ई इति आदेशः भवति। इदानीम् अन्यत् सूत्रम् अस्ति, सः वदति धा घूसंज्ञक दा धातु, केवलं दा धातु विषये एव वदति। अत्र घूसंज्ञक यः दा धातु अस्ति तस्य तकारादि, इत्युक्ते अत्र हलि लिखितं परन्तु अत्र ती लिखितं, स्क्रीन् तु एकमेव दृश्यते, इज़न्ट् इट्? स्क्रीन् द्वयं दृश्यते वा एकमेव दृश्यते? वैट् बोर्ड् एव। if you open the that do dhad goho iti sutram on your this gadget on your mobile or laptop, you will see tasmin sutre ti kiti iti likhitam. How can I show the both the screens? I don't know, let's forget about that. So takar adi kit pratyay pare ghu sangyak dhatu hu vishaye kim bhavati? Dat दत् इति आदेशः। सो तकार किति, डस् इट् कम् इन् दिस् सर्कल् ओन्ली भगिनि? तकारादि कित् प्रत्ययः, विल् इट् कम् इन् दिस् निमित्तम् ओन्लि? आम् बिकास् अत्र बहूनि निमित्तानि सन्ति. हलादि किमपि हल् वर्णः कित् प्रत्ययः अथवा णित् प्रत्ययः, परन्तु दो दद् गोः इति सूत्रे केवलं वदति तकारादि कित् प्रत्ययः. सो ती किति इति यः निमित्तम् अस्ति सः हलिकिति मध्ये एव अस्ति. ती किति विल् कम् इन् इन्सैड् हलिकिति, इज़न्ट् इट्? तकारः अपि हल् वर्णः. सो अत्र हलिकिति इत्यस्मिन् मध्ये निमित्तसमुदाये मध्ये एव ती किति आयाति. सो एतत् सूत्रं दो दत् गोः विल् कम् सम्पूर्णतया अस्मिन् अस्मिन् सर्कल् मध्ये एव आयाति. सो दिस् पार्ट् मे बि सी सपोज़. लक्ष्मी भगिनी, आर् यू गेटिङ्ग् मै पायिण्ट् वट् ऐ एम् सेयिङ्ग् भगिनी? सो यस्य सूत्रस्य निमित्तानि कस्यचित् बृहत् सूत्रस्य निमित्तसमुदाये मध्ये एव सन्ति तद्भवति अपवादसूत्रम्. सो दिस् बिग् सर्कल् इस् घूमास्थापा. घूमास्थापा is this big circle, and this small circle, the etat anyat yah vritam asti saha asti dho dhad goho, because atra takaradi kiti pratyay pare ev karyam, parantu atra haladi kiti niti pare karyam asti, hali kiti pare karyam asti. Atra api ghu sangyak dhatu dha dhatu vishaye. अस्मिन् सूत्रे तु केवलं केवलं धा इत्यस्य विषयः एव अस्ति. सर्वेषां घूसंज्ञकानां विषयः अस्मिन् लघु सर्कल् मध्ये नास्ति, केवलं धा विषयः एव अस्ति. अतः एतत् सूत्रं यदि वयम् एतत् सूत्रम् अत्र न योजयामः तदा किं भवति? एतत् सूत्रं निरावकाशः भवति. सो निरावकाशः एव अपवादसूत्रस्य बलम् अस्ति, तदेव लक्षणम् अस्ति. कोऽपि सूत्रं निरावकाशः मा भूत् इति तत्र नियमः. अतः अत्र आकारस्य ईत्वं न भवति, अत्र सम्पूर्णधास्थाने दत् इति आदेशः भवति. किमर्थं सम्पूर्ण, कथं निर्णयं कुर्मः सम्पूर्णधास्थाने दत् आदेशः? अस्माभिः किञ्चित् पठितम् अहं चिन्तयामि. चेतना भगिनी, कथम् अत्र सम्पूर्णदास्थाने दत् आदेशः? अलो अनन्त्यस्य अपि च अत्र आदेशः कीदृश आदेशः अस्ति? अनेकाल आदेशः अस्ति. दत् इति अनेकाल आदेशः. सो अनेकालादेशः यद्यपि षष्ठीरूपेण निर्दिष्टम् अस्ति, षष्ठीस्थाने दा इति षष्ठी एकवचनम् अस्ति, तथापि सः अन्तिम अल्स्थाने न भवति, सः सर्वस्य स्थाने भवति. सूत्रं किम्? अनेकाल्षित् सर्वस्य. अस्माभिः पठितं. सो यः अनेकाल आदेशः, अत्र दत् इति आदेशः, तस्मिन् त्रयः वर्णाः, दकारः अकारः थकारः. सो अनेकालादेशः अस्ति. सो अनेकालादेशः सर्वस्य स्थाने भवति. अत्र स्थाने किं? दः इति षष्ठी एकवचनम् इत्युक्ते दा इति रूपम् अस्ति. सो अत्र सर्वस्य स्थाने दत् आदेशः भवति. सो वाट् विल् इट् बिकम्? सो अत्र केन सूत्रेण कार्यं वदतु भगिनि एकवारम्. तेन सूत्रे भवति दा इत्यस्य सम्पूर्णदा इत्यस्य स्थाने दत् भवति. इदानीं वदतु. अनेकाल् आदेशः सर्वस्य, अनेकाल्षित् सर्वस्य. अनेकाल आदेशः अपि च षित् यस्मिन् आदेशे षित्वम् अस्ति. कोऽपि आदेशः यत्र षकारस्य इत्युक्ते तालुषकारस्य इत् अस्ति, सः अपि सर्वस्य स्थाने भवति. त तादृश आदेशः यद्यपि सः अनेकाल् नास्ति परन्तु श्चित् अस्ति तेन कारणेन सः सर्वस्य स्थाने भवति न तु अन्तिम आल् स्थाने कस्मिंश्चित् आदेशे षित्वमपि अस्ति इत्युक्ते तालुषकारस्य अनेकाल् षित् सर्वस्य अनेकाल् अपि च षित् आदेशः अनेकाल् आदेशः अपि च षित् आदेशः किं सर्वस्य स्थाने भवति सम्पूर्णस्थानि स्थाने भवति सम्पूर्णस्थानि अपगच्छति तस्य स्थाने आदेशः आयाति अत्रापि धा अपगच्छति तस्य स्थाने दत् आदेशः भवति बिकास् दत् आदेशः अनेकाल् अस्ति तेन कारणेन वदतु इदानीं किं कार्यं सन्धिकार्यम् अस्ति अत्र परन्तु अल्पप्राणतकारः भवति केन सूत्रेण न जानामि एकमस्ति सूत्रमस्ति जलां जश् जशि द्वितीयमस्ति जलां जशो अन्ते परन्तु अत्र तु तकारादि जल प्रत्याहारस्य वर्णः परे अस्ति अत्र सो अत्र जष्त्वम् इति भवति वा न भवति अत्र चर्त्वं भवति अत्र चर्त्वं भवति खरि परे इत्युक्ते खर् वर्णः परे अस्ति तकारः खर् सर्वर्णः इत्युक्ते गख चछ टठ तथ पफ अपि च शश्यस सो झल् वर्णस्य परे खर् वर्णः अस्ति चेत् तत्र खरि च इति सूत्रमस्ति चरत्वम् इति संज्ञा चरत्वं यः भवति तस्य कृते सूत्रमस्ति खरि च सो खरि च इति सूत्रेण खर् वर्णे परे जलवर्णस्य चर् आदेशः भवति चर् वर्णः के चर् प्रत्याहारे वर्गीय प्रथमवर्णः व्यञ्जनः एव अत्र किं भवति त थ द इत्यत्र चर् वर्णः कः तकारः अनन्तरं त इति प्रत्ययः सो अत्र रूपं दत्तः दत्त इति आकारान्तिकम् भूत्काले स प्रत्ययः भूत्काले भवति अपि च दत्तः अपि च अत्र अन्ते अकारः अस्ति सो अकारान्त् प्रातिपदिकस्य निर्माणं दत्तः इति रूपम् अस्ति तथैव ता सेम् प्रक्रिया भवति तवतु विषये किमर्थम् अत्रापि कित्वम् अस्ति तकारादि अस्ति अतः अपि च धारूपि सो किं भवति एकवारं वदतु झटिति दायोग तवतु अत्र ककारस्य लशक्वतद्धते इति सूत्रेण इत् भवति उकारस्य इत् भवति तवत् अवशिष्यते इदानीम् आर्धधातुक कित् प्रत्ययः अस्ति अपि च तकारादि कित् अस्ति अतः दो दत् घो इति सूत्रेण दा दत् भवति इदानीं दत् योग तवत् अस्ति तकारः खर् प्रत्ययः अतः तकारः तकारः भवति दत्वत् इति इति तकारात् प्रातिपदिकम् अपि च तव्यत् विषये किं तव्यत् अपि कित् प्रत्ययः परन्तु तव्य अवशिष्यते साधारण आर्धधातुकप्रत्ययः अस्ति अतः दातव्य एव इत्युक्ते अत्र नैदर् भूमास्थापा इति सूत्रस्य प्रसङ्गः नार् धो धद् गोः इति सूत्रस्य प्रसङ्गः अत्र तस्य प्रसङ्गः नास्ति किमर्थं चेत् प्रत्ययकित्वं नास्ति न तु कित्वम् अस्ति न नित्वम् अस्ति अतः अत्र तत्र दत् इति आदेशः न भवितुं शक्नोति तव्यत् इति प्रत्ययकित्वं नास्ति सो यः तकारादि अस्ति परन्तु कित् नास्ति अतः दातव्य एव रूपम् अस्ति दातव्य एव रूपम् अत्र किमपि कार्यं नास्ति सो यदा आकारान्तदातुः अनन्तरं कित्नित् प्रत्ययः अस्ति तदा तत्र घूमास्थापा इत्यस्य प्रसङ्गः अवश्य तस्य विषये चिन्तनीयं करणीयम् अपि च धारूपी यः धातुः अस्ति घूसंज्ञक् धा धातुः इत्युक्ते अधा धाप् अपि च धेप् विहाय अपि च महाप्राण धा अत्र नास्ति सूत्रे साक्षात् धो इति पदम् अस्ति सो धो इत्यनेन केवलम् अल्पप्राण धारूपी घूसंज्ञक् धातुः तस्य विषये एव धत् इति आदेशः भवति घूसंज्ञक् तु बहूनि घूसंज्ञक् धातवः सन्ति सो कीदृशदः गोदः यस्य यस्य धातोः घूसंज्ञा अपि भवति तादृशधातोः दत् आदेशः भवति तकारादि किति प्रत्यपरे सो अत्र तु किमपि कार्यं नास्ति दातव्य एव रूपम् अनियर् विषये वदतु इदानीं तत्र किमपि अनियर् अपि सामान्य आर्धधातुकप्रत्ययः अस्ति प्रकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति अनीय अवशिष्यते अथ अत्रापि दानीय अत्र अत्रापि सन्धिकार्यस्य अवकाशः सो अकः सवर्णदीर्घः इत्यनेन दानीय एव रूपं भवति अपदान्तरस्व आकारस्य परे गुणवर्णः अस्ति चेत् तत्र किं भवति भगिनि अतो गुणे इति सूत्रमपि स्मर्तव्यम् अतो गुणे इति सूत्रम् अकः सवर्णे दीर्घः इति सूत्रस्य अपवाद् सूत्रमस्ति केवि महोदय वदति वा किमर्थम् अपवाद् सूत्रम् केवि महोदय अस्ति वा नो चेत् लक्ष्मी भगिनी अतो गुणे इति सूत्रस्य विषये जानाति वा भगिनि अतो गुणे सूत्रम् अस्माभिः पठितं भगिनि अतो गुणे इति सूत्रं किं वदति किम् अतो गुणे इति संज्ञासूत्रम् इत्युक्ते यथा अकः सवर्णे दीर्घः तदपि संहितायां सत्याम् अतो इत्यनेन अत् इति अस्ति सो ह्रस्व अकारस्य गुणवर्णे परे गुणवर्णः के गुणवर्णाः अकारः न इ कथमस्ति भगिनि अ एते गुणवर्णः अतो गुणे इति सूत्रं वदति अपदान्त अत्र अपदान्त् इति पदस्य अनुवृत्ति अस्ति अपदान्त् ह्रस्व अकारस्य परे यदि गुणवर्णः अस्ति चेत् तत्र पूर्वपरयोः गुणादेशः एव भवति इत्युक्ते द्वयोः मिलित्वा तत्र गुणवर्णः एव तिष्ठति इति सूत्रं वदति सो अपदान्त अत् वर्णस्य सो यदा वयं पठ बहुवचन अन्ति इति प्रत्ययः जो अन्तः इति सूत्रेण तस्य अन्तादेशः भवति सो अन्ति इति प्रथमपुरुष बहुवचन प्रत्ययः पठ इति यः अस्ति शप्रत्ययस्य योजनेन पठ इति अङ्गम् अस्ति सो पठ योग अन्ति इदानीम् अयोग अ अस्ति सो अत्र वयम् अकः सवर्णे दीर्घः इति सूत्रस्य कार्यक्षेत्रमपि अस्ति तत्र किमपि न उक्तं पदान्ते वा अपदान्ते वा तत्र वदति सवर्णवर्णः परे अस्ति चेत् तत्र वृद्धि आदेशः भवति द्वयोः मिलित्वा वृद्धि इति सोरि दीर्घ आदेशः भवति सो तस्य सूत्रस्य अपि प्रसङ्गः अपि च अत्र पठ इति अपदान्त अकारः अस्ति ह्रस्व अकारः तस्य परे यः अकारः सः गुणवर्णः सो अत्र अतो गुणे इति सूत्रस्य अपि प्रसङ्गः सो अत्र अस्मिन् स्थित्याम् अतो गुणे इति अपवादसूत्रं भवति कस्य कृते अकः सवर्णे दीर्घः इति सूत्रस्य कृते अतः अत्र गुणवर्णः एव तिष्ठति द्वयोः मिलित्वा पूर्वपरयोः गुणादेशः एव भवति सो अत्र भवति पठन्ति इति रूपं न तु पठान्ति सो बहुत्र अतो गुणे इति सूत्रस्य प्रसङ्गः तत्र वर्तते अत्रापि वाट् वास् द विषयः परन्तु अत्र परन्तु अत्र धायोग अनीय अस्ति धा इति ह्रस्वाकारः नास्ति दीर्घाकारः सो अत्र अतो गुणे इत्यस्य प्रसङ्गः नास्ति तत्र वदति अतः अत् इत्यनेन तपर्करणम् अस्ति अत्र ह्रस्वाकारः नास्ति दीर्घाकारः अस्ति सो अत्र तु एकमेव सूत्रस्य प्रसङ्गः तदस्ति अकः सवर्णे दीर्घः अक्वर्णस्य अनन्तरं सवर्णः अस्ति चेत् तत्र दीर्घादेशः पूर्वपरयोः द्वयोः कृते दीर्घादेशः भवति सो इट् बिकम्स् दानीय इति तत्र रूपं सर्वैः अवगतं वा अतो गुणे रिमेम्बर् दि सूत्रस् इदानीं प्रसङ्गः पदन यदा वयं प्रक्रियाविषये चिन्तनं कुर्मः तत्र बहुत्र अतोगुणे इति सूत्रस्य प्रसङ्गः आयाति तथापि पठामि पठावः पठामि इत्यस्य तत्रापि अतोगुणे इति सूत्रस्य प्रसङ्गः इदानीं तिन् प्रत्ययः दायोगक् तिन् अनुसूया भगिनी वदति वा भगिनी अनुसूया भगिनी अस्ति दायोगे इन् तत्र अकारस्य परे इकारः अस्ति किं कस्य प्रत्ययस्य कितिन् प्रत्ययः अक्तिन् किं प्रत्ययः नित् कित् अस्ति नकारस्य हलन्त्यम् इति सूत्रेण नकारस्य इच्छन्या भवति दशक्तदिते इति सूत्रेण ककार आदौ विद्यमानककारस्य इत्संज्ञा भवति इत् एव अवशिष्य भागम् इत् भवति वा ति भवति ति इति अवशिष्टभागम् ति इति अवशिष्टभागम् दाति इति भवति न न कथम् अत्र तकारादि कित् प्रत्ययः परे अस्ति प्रत्यये आदिवर्णः कः तृतीप्रत्यये ति इति प्रत्यय प्रथमवर्णः कः भगिनि तकारः तकारः अपि च कित्वमपि अस्ति अस्मिन् प्रत्यये ककारसीत् अपि अस्ति तकारादि कित् प्रत्यये परे दा इत्यस्य किम् आदेशः दत् आदेशः तकारादि कित् प्रत्यये परे धारूपि घूसंज्ञक धातुः विषये दत् आदेशः भवति न इदानीं खरीच इति सूत्रस्य प्रसङ्गः जलवर्णस्य परे खर्वर्णः अस्ति चेत् तकारस्य स्थाने त इति आदेशः भवति. सो दत्ति इति नित्यस्त्रीलिङ्ग् प्रातिपदिकस्य निर्माणं. तिन् प्रत्ययः स्त्रियां तिन् इति सूत्रेण तिन् प्रत्ययः सर्वेभ्यः धातुभ्यः वयं योजयितुं शक्नुमः. सो स्त्रियाम् इत्यनेन नित्यस्त्रीलिङ्ग् पदस्य प्रातिपदिकस्य एव अत्र निर्माणं भवति. सो दत्ति इति इकारान्त् नित्यस्त्रीलिङ्ग् प्रातिपदिकम् धत्ति इति प्रातिपदिकं नित्यस्त्रीलिङ्गे भवति. ल्यूट विषये अपि वदतु भगिनि. उपकारस्य लोप ल्युट् लषक्तविते इति सूचेन लकारे विद्यमान लकारस्य संज्ञा भूत्वा लोपः भवति. हलन्त्यमिति सूत्रेण अन्तिम टकारस्य इत्संज्ञा भूत्वा लोपः भवति. यु एव अवशिष्यते. उकारः यु इति अवशिष्टभागः यु यु इति अवशिष्टभागः यु युवर्ण अको इति सूत्रेण यु यु अस्य अय इति भवति. अन अन एण्ड् अक दीस् आर् द टु प्रत्यादेशस्. वु स्थाने अक, यु स्थाने अन. सो अन इति आदेशः भवति. प्रत्ययः सेट् वा अनिट् अन इति दृष्टवान् किम्? किमर्थम् आम् बलादि नास्ति. सत्यम्, अकारः आदौ अकारः अस्ति. अकारः वल् प्रत्याहारे न आयाति. सो अवलादि अस्ति, प्रत्ययः अवलादि अस्ति. वलादि वशादि एतत् सर्वं प्रत्यादेश अनन्तरम् एव द्रष्टव्यम्, अनुबन्धानां निष्कासनम् अनन्तरम्. अपि च यदि कोऽपि प्रत्यादेशः अस्ति, प्रत्यादेशं कृत्वा अस्माभिः तत्र द्रष्टव्यं प्रथमवर्णः कः. प्रथमवर्णः वल् प्रत्याहारस्य अस्ति चेत् वल् तत्र इडानुकूल प्रायशः इडानुकूलप्रत्ययः अस्ति. यदि प्रथमवर्णः वलादिन वल् प्रत्याहारस्य वर्णः नास्ति चेत् अनिट् प्रत्ययः. सो ल्युट् इति अनिट् प्रत्ययः, बिकास् अन इति अवशिष्टभागः, अकारः आदौ अस्ति. इदानीं वदतु किं भवति? दान भवति वा? आम्, केन सूत्रेण? अत्र सन्धिकार्यमस्ति न भगिनि? अधिक अन् अत्र पश्यतु भगिनि. अधिक आ अधिक दायोग वन् सेकेण्ड् भगिनि. यु दायोग यु युवर्णको इति सूत्रेण यु स्थाने अन आदेशः भवति. यु स्थाने अन आदेशः, अने अन आदेशः अनेकाल् अस्ति. आदेशः अनेकाल् अस्ति, आदेशे बहूनि वर्णाः सन्ति, अकारः नकारः अन्ते अपि अकारः. सो यः आदेशः सः अनेकाल् अस्ति. अनेकाल् अस्ति चेत् किं भवति? सर्वस्य स्थाने भवति. सम्पूर्णयु स्थाने किं भवति? अन इति आदेशः भवति. इदानीं किमपि कार्यं नास्ति, इदानीं केवलं सन्धिकार्यमस्ति. सो अत्र अकः सवर्णे दीर्घः इति सूत्रेण दान इति अकारान्त् प्रातिपदिकं निर्माणं भवति. अपि च ल्युट् इति ल्युडन्तरूपं नित्य नपुंसकं एव भवति. केवलं दानमेव भवति, दानः दाना इति किमपि न भवति. ल्युडन्तरूपं केवलं नपुंसकलिङ्गे एव भवति. सो ल्युट् इस् अन् नित्य नपुंसकलिङ्ग्, तिन् इस् अ नित्य स्त्रीलिङ्ग्, अपि च अत्र अत्र नास्ति, घञ् इस् अ नित्य पुल्लिङ्ग्, घञ् प्रत्यय, अन्यप्रत्ययाः त्रिषु लिङ्गेषु तत्र रूपाणि भवन्ति, अनियर् तव्य तव तु क्थ तृच् नवुल्. सो तत्र तु त्रिषु लिङ्गेषु रूपाणि, परन्तु ल्युट् इति नित्य नपुंसकलिङ्ग. अस्तु अस्तु भगिनि, इदानीं भिन्नधातुविषये चिन्तनं कुर्मः. इदानीं दा इति आवश्यक, इदानीं धातुः अस्ति घै धातुः, भुवादिगणस्य घै धातुः कुत्र अस्ति? आम्, भुवादिगणस्य घै धातुः एजन्तधातुः अस्ति. विवक्षा अस्ति नवुल् इति प्रत्ययस्य. का वदति घै धातुविषये? आदौ घै धातुविषये, घै अपि अजन्तधातुः. सो प्रायशः सर्वे अजन्तधातवः अनिट् सन्ति इति तत्र इत्युक्ते तत्र अभवति, परन्तु प्रायशः घै घै धातुः भुवादिगणस्य घै धातुः. अत्र अत्र पश्यतु अनिट् इति लिखितं, किमर्थं? बिकास् देर् इस् अ स्टेट्मेण्ट् देट् प्रायशः, नाट् सी भूद, तत्र अपवादाः सन्ति. न न न, प्रायशः अजन्तदातवः, अजन्तदातवः गाय अपि अजन्त अस्ति. भूधातुः, भूधातुः, आम् सि भूधातुः अजन्तदातु, अन्ते अचवर्णः अस्ति. सो दिस् इस् अर् अपवाद, देट् इस् वै वी हाव् टु से प्रायशः, नाट् सर्वदा. प्रायशः मेजारिटि अजन्तदातवः अन्यट् सन्ति. भू इस् अन् अपवाद, भू इस् आल्सो अजन्तदातु, बट् दिस् इस् अ सेट् धातु. बट् यः घै धातुः सः तु अन्यट् एव, अस्माकं विषयः तु घै विषये अस्ति. देट् इस् वै वी हेव् टु से प्रायशः. सो आफुल्लि, सो घै धातुः अत्र अत्र अत्र कोऽपि अनुबन्धवर्णः अस्ति वा भगिनि? अत्र कोऽपि अनुबन्धवर्णः नास्ति. आम्, अत्र कोऽपि अनुबन्धः नास्ति, अपि च अत्र एकमेव स्वरः अस्ति, ऐकारः, सः प्रायशः अनिट् भवेत्, अतः एव अनिट् सोरि अनुदात् भवेत्. सो अत्र यः ऐकारः सः अनुदात् अस्ति, तेन कारणेन एव एतद् धातु अनिट् भवति, बिकास् सूत्रम् अस्ति. किं सूत्रं चेतना भगिनी, सूत्रं किम्? एकाच उपदेशे अनुदातात्. सो अनुदातात् इति अनेन पञ्चमी अस्ति, अनुदातात् धातोः अनन्तरं न इट् इडागमस्य निषेधः अस्ति. So that is why this, यः अचवर्णः अत्र अस्ति सः प्रायशः अनुदात् अस्ति. अत्र अधोभागे रेखा भवेत् यदि वयं स्वराङ्कित धातुपाठ पश्यामः. सो अनुदात् अस्ति, अतः एतत् अन्यट् भवति. देट् इस् हौ वी ऐडेण्टिफै वेदर् धातु इस् सेट् वा अन्यट् वा. यदि सा तु धातौ अवशिष्टस्वरः अनुदात् अस्ति, तस्मात् अनन्तरम् इडागमस्य निषेधः अस्ति, इडागमः न भवति. देट् इस् वै वि रैट् अनिट् धातु इस् अनिट्. अपि च गाय् धातुः अजन्तदातु, एजन्तदातु, एज् वर्णः अन्ते अस्ति. एजन्तदातूनाम् अपि विशेषचिन्तनं भवति. देर् इस् अ सेपरेट् सेक्षन् फार् एजन्तदातु. वन् वै दु इकारान् धातु, उकारान् धातु, अदुपदा धातु, इदुपदधातुः, रुदुपदधातुः, देन् देर् इस् अ सेक् फोर् एण्डिङ्ग् दिस् भागः भवति एजन्तानां कृते. सो दिस् इस् अन् एजन्तधातु, घै धातुः. इदानीं घै योग नवुल् कुर्मः. का वदति? अन्य कोऽपि वक्तुम् इच्छति वा? अञ्जना भगिनी वदति वा भगिनी? केवलं शृणोति. अस्तु. मञ्जिर् चेतना भगिनी घैयोग नवुल् विषये वदतु. घैयोग नव लकारान्त हलन्त्यम् इति सूत्रेण नकारस्य चुटु इति सूत्रेण इत् संज्ञा भवति, तस्य लोपः भवति, उ अवशिष्यते. गैयोग उ युवोर्नाकौ इति सूत्रेण उ अक भवति, अतः गैयोग अक भवति. इदानीं गै एजन्तधातुः अस्ति, अतः आदे च उपदेशे अशिति इति सूत्रेण गै गा भवति. आदेच् एच् आदेच् इति एच् तत्र अस्ति. आत् एच् उपदेशे इति प्रथमभागः, अनन्तरम् अशिति इत्युक्ते शिति परे नाशिति, नाशिति इत्युक्ते अशिति, नाशिति इत्युक्ते शिति परे निषेधः. सो उपदेशे किं भवति? उपदेशे षष्ट्यति, एच् स्थाने आत् भवति. आत् इति किमस्ति? तपर्करणम् अस्ति. तपकरणं सो आत् इति आदेशे तपर्करणम् अस्ति, अतः दीर्घ आदे आ इति आदेशः. सो आदेशः अनेकाल् अस्ति वा एकाल् अस्ति भगिनि अत्र अस्मिन् सूत्रे? अत्र अक्क न गै एकाच् अस्ति. एकवारं पुनः प्रश्नं शृणोतु भगिनि. एच् स्थाने आत् भवति, अत्र आदेशः कः आदेशः? आदेशः आत् अस्ति. आदेशे अनेकाल् अनेक अल्वर्णः सन्ति वा एकमेव अल्वर्णः अस्ति? एकमेव. एकमेव, अतः अत्र अनेकाल्षित् सर्वसि इति प्रसङ्गः नास्ति, शित्वमपि नास्ति. आत् इति आदेशे शित्वमपि नास्ति. सो एतत् सर्वस्य स्थाने न भवति, अत्र एचेव स्थाने, एच् वर्णस्य स्थाने इत्युक्ते एच् वर्णस्य स्थाने, ए ऐ ओ औ एतेषां वर्णानां स्थाने तत्र आ इति आदेशः भवति. केन सूत्रेण? अलो अनन्त्यस्य. अलो अनन्तस्य इति सूत्रेण अन्तिम अल् स्थाने, यः अन्तिम अल् यदि एच् वर्णः अस्ति तस्य स्थाने आ इति आदेशः भवति इति तत्र सूत्राणां तत्र विचारः करणीयम्. इदानीं वदतु भगिनि. इदानीं गायोग अक अस्ति. प्रथमे वन् सेवन् सेकेण्ड् भगिनि. गै सोरि गैयोग अक, अक इति प्रत्ययः शितना अस्ति, अतः बिकास् यदि एजन्तधातुः अनन्तरं कोऽपि शित् प्रत्ययः अस्ति चेत् तत्र आत्वस्य निषेधः अस्ति, शितिकार्यं न भवति. परन्तु अत्र तु शितना अस्ति सो कार्यं भवति. सो आद् एच् आदेच् उपदेशे अशीति इति सूत्रेण घै बिकम्स् अनन्तरम् इदानीं गायोग अक अस्ति, अतः दा इव अतो युक् आतः आतः आतः आकारान्त धातूनाम्. इदानीम् आकारान्त धातु अस्ति, आकारान्तधातूनां णिति प्रत्ययपरे किं भवति? युक् आगमः भवति. युक् आगमः परन्तु किति निति हा हा नित् अस्ति णुल् प्रत्ययः नित् अस्ति अत्र नित् अस्ति अतः गायोग युक् युक् योग अक किमर्थम् अत्र युकः अस्ति इदर् वै डस् द युक् कम् ओवर् हियर् णुल् धातुः नित् अस्ति अतः नूल् आतो युक् चिन् कृतो इति सूत्रेण किं कार्यम्? आतः किति निति परे युक् आगमः भवति. कस्य युक् आगमः भवति? अत्र तु धातुः अपि अस्ति प्रत्ययः अपि अस्ति. धातोः प्रत्ययस्य युक् आगमः भवति वा धातोः युक् आगमः भवति? धातोः युक् आगमः भवति. सो कीदृशधातूनां युक् आगमः भवति? आकारान्तधातूनां. सो आगमः अत्र धातु आगमः अस्ति न तु प्रत्ययस्य आगमः. इदानीं ककारस्य हलन्त्यमिति सूत्रेण उकारस्य अपि लोपः भवति य अवशिष्यते परन्तु युक् य अवशिष्यते. युक् आगमः अन्ते भवति आद्यन्तौ टकितौ इति सूत्रेण अतः गायोग य योग अक भवति. इत्युक्ते इन् द फस्ट् क्लास् ऐ डोण्ट् नो इन् द इनिशियल् क्लास् इस् ओन्लि ऐ सेड् देर् आर् ओन्लि थ्री टैप्स् आफ् आगमस् इन् द होल् व्याकरणशास्त्र. वेनवर् आगमः वेनवर् संथिङ्ग् कस्यचित् आगमः भवति प्रत्ययस्य आगमः वा प्रकृति आगमः वा तत्र आगमेषु कित्वं टित्वं मित्वम् एव वर्तते. सो यस्मिन् आगमे कित्वम् अस्ति सः अन्ते भवति यस्य आगमः तस्य अन्ते. यस्मिन् आगमे टित्वम् अस्ति इट् इति आगमः आर्धधातुक् प्रत्ययस्य इट् आगमः भवति. सो प्रत्ययस्य यदा इट् आगमः भवति इट् आगमे टित्वम् अस्ति तत्र टकारस्य संज्ञा अस्ति सः अतः आदौ भवति प्रत्ययस्य आदौ इकारः आयाति न तु अन्ते अथवा कुत्रचित् मध्ये. सिमिलर्लि यदा नुमागमः भवति नुमागमे मित्वम् अस्ति तत्र मकारस्य इति संज्ञा अस्ति सो यः मित् आगमः सः अन्तिम अच् परे भवति. यस्य आगमः तस्मिन् यः अन्तिम अच् वर्णः तस्य परे मितागमः भवति. सो देर् आर् ओन्लि थ्री टैप्स् आफ् आगम ओन्लि थ्री टैप्स् आफ् आगम कितागमः मितागमः टितागमः. अत्र युक् युक् इति आगमः कितागमः अतः आकारान्त धातुः अन्ते भवति. सिमिलर्लि पुक् आगमः पुक् इस् अ कित् आगमः. अर्त्रि ह्रि विलि रि कनुयि इति सूत्रेण यः पुकागमः भवति निचि परे सः अपि कित् अस्ति अतः अन्ते भवति. यदा तत्र अन्ते भवति. सो यदा तत्र आगमविषयः अस्ति देर् आर् ओन्लि टू सूत्रास् आद्यन्तौ टकितौ अपि च मिदचो अन्त्यात् परः. एतत् परिभाषासूत्रद्वयं कस्य विषये? आगमस्य विषये. कस्मिंश्चित् विधिसूत्रे यदा आगमः भवति तत्र एतत् सूत्रद्वयमेव सहायता करोति. कुत्र स्थापनीयम् एतत् आगमः? नूतनवर्णः कुत्र स्थापनीयम्? सो प्रथमे तत्र अस्माभिः ज्ञातव्यं कस्य आगमः, प्रकृति आगमः वा प्रत्ययस्य आगमः. सो अत्र साक्षात् उक्तं आकारान्त धातूनां युकागमः भवति. सो धातूनां युकागमः भवति कदा भवति? नितिनीति प्रत्ययपरे. नवुलपि नित् अस्ति, अतः अत्र गा योग य योग अक अक अक वर्णमेलनेन गायक इति प्रातिपदिकम् अकारान्त् प्रातिपदिकम्. अस्तु भगिनि. आचार्य, परिभाषा सूत्रद्वयम् आद्यन्तो टकितो तथा निदशो अन्त्यात्. मिदचो अन्त्यात् परः, अन्तिम अच् परे भवति. मिदचो अन्त्यात् परः. अत्र पश्यतु भगिनि, 1147 इति सूत्रम्. मिदचो अन्त्यात् परः, अन्तिम अच् परेः किं भवति? मिदागमः, मित् आगमः भवति. यस्मिन् आगमे मित्वम् अस्ति, यथा नुमागमः, नुमागमे मकारस्य इत् अस्ति. अतः नकारः यस्य नुमागमः तस्मिन् यः अन्तिम अच् वर्णः तस्य परे न इति अभागः आयाति, नकारस्य आगमः भवति. दीस् आर् परिभाषासूत्रा, दे आर् इन् द फस्ट् अध्याय इट् सेल्फ्. आद्यन्तौ टकितौ अपि च मिदचो अन्त्यात् परः, दीस् आर् अबौट् द आगमास्. अस्तु, इदानीं गायोग त्रिच् कुर्मः. भवती एव वदतु मञ्जरी भगिनी. पुनः वदतु आचार्य. गायोग त्रिच् प्रत्ययः, त्रिच् अत्र चकारस्य हलन्त्यमिति सूत्रेण इच् संज्ञा भूत्वा लोपः भवति. गै योग त्रु गै, अत्र एकारान्त धातु अस्ति. गै एकारान्त एजन्त धातु अस्ति. ऐ ऐ ऐ हा हा हा एजन्त धातुः कारः अस्ति न एजन्त धातुः तथा एजन्तधातूनाम् अश्चित् प्रत्ययपरे किं भवति? ये सर्वे एजन्तधातवः पृच्छति. दृष्पत्ये कोऽपि षित् आदेच् उपदेशे अशीति. आदेच् उपदेशे अशीति इति सूत्रेण उपदेश अवस्थायाम् एजन्तधातूनाम् आत्वं भवति. एच् वर्णस्य स्थाने आ भवति, आत् इति आदेशः भवति एच् वर्णस्य स्थाने. अत्र एच् वर्णः ऐकारः, सो ऐकारस्य स्थाने आ इति आदेशः भवति. बिकास् अत्र त्रिच् इति षित् प्रत्ययः नास्ति, अस्मिन् कोऽपि शकारस्य इति संज्ञा नास्ति. षित् प्रत्यये निषेधः अस्ति. यदि कोऽपि षित् प्रत्ययः अस्ति तत्र आत्वं न भवति, तत्र आत्वस्य निषेधः अस्ति. परन्तु कोऽपि षित् भिन्नप्रत्ययः अस्ति चेत् आत्वं भवति एव. अतः अत्र आत्वं भवति. आत् इत्यनेन तपरकरणम् अस्ति. सो दीर्घ आ इत्यस्य आदेशः. सो गातृ इदानीं किमपि नास्ति, तत्र वर्णमेलनमेव. अनन्तरं गातृ इति प्रातिपदिकम्. इदानीं तृच् प्रत्यये ऋकारस्यापि इत् भवति न महोदय? न भवति भगिनि. शत्रुप्रत्यये ऋकारस्य इति अस्ति, शत्रुप्रत्यये ऋकारस्य इति अस्ति. तृच् प्रत्यये केवलं चकारस्य इति अस्ति. अत्र तु एव ऋकारान्त् प्रातिपदिकस्य निष्पत्तिः भवति. ऋकारान्तप्रातिपदिकं पुल्लिङ्गे इट् बिकम्स् गाता इन् पुल्लिङ्ग्. इदानीं मञ्जरी भगिनी क्तविषये वदतु. गै गै योग ककारस्य इति संज्ञा भूत्वा तत्र तकारः एव अवशिष्यते. तकारः एव अवशिष्यते वा? इत्युक्ते अत्र अकारः अपि अस्ति भगिनि, तकारः किमर्थं वदति त इति? इति अवशिष्यते गै योग त. कित् प्रत्ययः अस्ति, अर्धधातुकप्रत्ययः अस्ति, तत्र गै स्थाने पुनः तपरकरणं भूत्वा गा भवति. तपरकरणं भूत्वा इत्युक्ते एजन्तधातु अस्ति, अशित् प्रत्ययपरे अस्ति, अतः आत्मं भवति. आत्मं भवति केन सूत्रेण? उपदेश आदेच् एच् इति अस्ति तत्र. आदेच् न आदे इत्युक्ते आदेच् उपदेशे अशीति सूत्रेण. वेन् एवर् यु हेव् अ एजन्त् धातुः आत् इट् विल् बिकम् आ इफ् अशित् प्रत्ययः परे अस्ति. सो इदानीम् अस्ति गा योग त. वदतु इदानीं किम् तत्र गात एव गात न न आकारान्त घू मा था गा पा घू मा स्था गा पा गा गा इदानीं गा अस्ति. जहाति साम हली हलादि कितनित प्रत्यय परे गा स्थाने गी भवति, ईत् इति आदेशः भवति दीर्घ ई. रीड् दि सूत्र भगिनी. हा घू मा स्था पा गा जहाति साम हली हलादि कितनित प्रत्यय. अत्र कित् प्रत्यय अस्ति, हलादि अस्ति, हलादि कितनित प्रत्यये परे घा इत्यस्यापि एकम् अस्ति घू संज्ञकानां, द्वितीयम् अस्ति सूत्रे साक्षात् गा इति उक्तम्. घू मा स्था गा पा सो गा अपि उक्तम्. किं भवति ईद् इति आदेशः भवति दीर्घ ई. सो ईत् आदेशः अपि एकाल् अस्ति, अतः अलो अनन्तस्य इत्यनेन अन्तिम अल् स्थाने एव भवति, न तु सर्वस्य स्थाने. बिकास् ईत् आदेशे तपरकरणमस्ति, तकारस्य इत् अस्ति, सो दीर्घ ई इति आदेशः अस्ति, एकमेव अल् वर्णः. सो अत्र गा बिकम्स् गी केन सूत्रेण? घू एकवारं सूत्रं वदतु भगिनि. जहाति जहाति साम सा अपि अस्ति इत्यनेन घा इत्यस्य स्थाने गी इति आदेशः, दीर्घ ई योगत सो गीत इत्येव रूपम् इत्येव प्रातिपदिकं गीत अकारान्त प्रातिपदिकं गीतम् इति अकारान्त प्रातिपदिकं. सिमिलर्लि तावतु विषये अपि तकारादि कित् प्रत्ययः परे अस्ति, तत्रापि घू मा स्था गा पा जहाति साम हली इति सूत्रेण गा विल् बिकम् प्रथमे तत्र आदेच् उपदेशे अशीति इत्यनेन घै बिकम्स् गा, अनन्तरं घूमा स्थापा गा जहाति संहली इति सूत्रेण गा विल् बिकम् गी. सो गीतवत् तवतु विषये बिकास् दिस् इस् आल्सो ककारादि तकारादि कित् प्रत्ययः. सो गीतवान् गीतवती विल् बि द पुल्लिङ्ग् एण्ड् स्त्रीलिङ्ग् फार्म्स्. अवगतं वा भगिनि? सो फिनिश् द other forms about gai dhatuh, anear, ktin and lut. These are very easier, so share these on the WhatsApp, the prakriya. And write the sutras also, kena sutrena karyam tadapi ekvaram likhatu. Tavatu, tavyat, anear, ktin and lut, gai vishaye, gai dhatu vishaye. Write all the steps and write the sutras also, kena sutrena karyam. Madhe share karo to WhatsApp group madhe. इदानीं तु समयः अभवत्। कोऽपि प्रश्नः अस्ति वा? नो चेत् अत्र स्थगामः। यदि प्रश्नः नास्ति चेत् स्थगामः। शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते। ॐ शान्ति शान्तिः। हरिः ओम्। श्रुभ्यो नमः। धन्यवादः। धन्यवादः। कहां मिलता है? वेर आई विल गेट दिस मटेरियल?